हरि ओम। सर्वेभ्यः नमस्ते। नमस्कारः महोदये। इदानीमपि तत्र एतत् किमपि कोऽपि वर्गः आसीत् खलु, नरेन्द्र बेद् तस्य नाम न नरेश नरेन्द्र कापरे वर्यः कापरे, कापरे नरेन्द्र कापरे इदानीमपि पाठयति किम्? अग्रे प्रचलिष्यति, अधुना किञ्चित् कालं यावत् विरामः अस्ति। किं पाठयति? तत्र संस्कारविषयकः कश्चित् ग्रन्थः अस्ति, संस्काररत्नमाला इति तादृशः ग्रन्थः। तर्हि तद्ग्रन्थस्य आधारेण तत्र के के संस्काराः शास्त्रे उक्ताः जनानां कृते इति तद्विषये कथं तद्विषये अधिकं विवरणं ग्रन्थे किं किम् अस्ति इति सर्वं तस्य परिचयं कारयति महोदयः। अत्र इत्युक्ते अस्माकं मानवानां 16 संस्काराः भवन्ति खलु, तस्मिन् विषये अपि भवति वा? तदपि तद्विहाय इतोपि अनेके संस्काराः सन्ति, अपि च न केवलं मानवानां जनानां, किन्तु तत्र संस्कारनिमित्तम् उदाहरणार्थं कश्चित् यज्ञः अस्ति, तर्हि यज्ञनिमित्तं तत्र पात्राणि कीदृशानि, तत्सर्वमपि तस्मिन् ग्रन्थे अस्ति। तर्हि तद्विषये किञ्चित् ग्रन्थपरिचयः अपि भवति, संस्काराणां विषये अपि परिचयः भवति इति महोदयम् उक्तवन्तः पाठयितुम्। अहं पूर्वं प्रतिवर्षं संस्कृतसमावेशः माण्ट्रियाल् मध्ये अभवत् खलु, इदानीं सः एव समावेशः पेन् मध्ये, पेन् यूनिवर्सिटि मयू पेन् मध्ये भवति. तदा अहं संस्कारस्य विषये एकं प्रतिपादनं कृतवती आसम्, परन्तु तत्र केवलं 20 निमेषाणाम् अवधौ यावत् शक्यं तावत् किञ्चित् परिचयरूपेण उक्तं. तत्र मानाम् समीचीनम्. अनन्तरं केनापि उक्तं, षोडशसंस्काराः इति मुख्यविषयाः तत् न केवलं ब्राह्मणानां कृते, क्षत्रियाणां वैश्याणां कृते अपि कुर्वन्ति. तत्र संस्काराः मन्त्रसहितं विद्युत् यथा विधिः अस्ति तथा केचन संस्काराः करणीयाः. ते गर्भवासादारभ्य मरणपर्यन्तं षोडशसंस्काराः भवन्ति इति. तान् विहाय अपि किमपि तस्य नाम अस्ति, इन्फार्मल् इति वक्तुमपि शक्नुमः, मन्त्ररहितं केचन उपसंस्काराः अपि भवन्ति इति. उदाहरणार्थम् इदानीं भागवते अपि पठितवन्तः खलु, तत्र कृष्णस्य जननानन्तरं यशोदा तस्याः कर्णवेधं करोति, तत् सः अपि एकः संस्कारः एव. तथा उपसंस्काराः इति केचन मन्त्ररहितमपि भवन्ति इति, तस्मिन् विषये किञ्चित् अहम् उक्तवती आसम्. आम्, तत्र कर्णच्छेदनस्य संस्कारः महाराष्ट्रे आचर्यते. कर्णच्छेदः नाम कर्णवेधः, वेधः इत्युक्ते किम्? केवलं रन्ध्रं कुर्वन्ति तावदेव खलु. आमां, आमां, स एव मम आशयः आसीत्. अत्र यत्र कर्णाभरणं ध्रियते इति तथा खलु? आम्, हा, तर्हि कर्णवर्णः. तथा सः संस्कारः इदानीमपि महाराष्ट्रे सर्वेषां कृते इत्युक्ते तत्र बालकानां कृते अपि आचर्यते. आम्, तत्तु तत्र विज्ञानरीत्या अपि तत्र कश्चन विषयः अस्ति इति, तद्वारा तत्र कोऽपि नाडी किमपि तत्र गच्छति वा, किमपि अस्ति, अहं सम्यक् न जानामि, परन्तु तत्र वेदः भवति चेत् तत्र तदर्थम् आरोग्यस्य आनुकूलता भवति इति विषयः भवति. सर्वेषां पूर्वजानां अस्माकं सम्प्रदाये अपि यानि यानि कार्याणि कृतानि तत्र अर्थपूर्णमेव भवति, तानि सर्वाणि अर्थपूर्णानि एव, विना सत्यं कारणं किमपि न कृतवन्तः. सत्यं सत्यं. यथा भ्रूमध्ये तिलकस्य स्थापनं, तत्रापि नाडी अस्ति, तदर्थं तस्य उपरि नाम अङ्गुल्यां वयं तत्र किञ्चित् स्पर्शं कृत्वा तिलकं स्थापयामः चेत् तस्य किञ्चित् मोटिवेशन् भवति इति वा, किमपि भवतु अर्थति तथा. आम्, तत्र आक्युप्रेशर् किञ्चिदिव भवति इति तत्र उच्यते खलु? भगवद् रामानुजाचार्यः संस्कारो नाम वस्तूनां गुणवर्धनम् इति सूत्रमेव अस्ति. संस्कारो नाम वस्तूनां योग्यतावर्धनार्थं, गुणवर्धनार्थं काचन क्रियाः भवन्ति इति सूत्रसहितं व्याख्यानमस्ति तत्र. आमाम्, सम्यक्. प्रारम्भं कुर्मः वा वयम्? अहं गणे अपि तत्र सन्देशं स्थापितवती, आगच्छन्तु इति वर्गः आरब्धः, तर्हि येषां शक्यते आगच्छन्ति ते. पुत्र, अस्माकं गणे, वाट्साप् गणे अहं सन्देशं प्रेषितवती, वर्गः न आरब्धः इति. गच्छन्ति इति उक्तं खलु मया, न भवत्या आगच्छ न आगच्छन्ति, वर्गम् आगच्छन्ति. ओ, आगच्छन्ति. अस्तु अस्तु. विवेक् महोदय प्रदर्शयितुं शक्नोति वा? आम् आम् आम् हा, तदेव अहम् उद्घाटयन् अस्मि. तावत् प्रार्थनां वदामि. पठामि संस्कृतं नित्यं, पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम् गीता खलु एतत्तु प्रारम्भः एषः. तत्र वयं यद्यपि अत्र त्रिपञ्चाशत्तमः अध्यायः इति उक्तं, तत्रैव नलोपाख्यानस्य प्रारम्भः भवति. वयम् इदानीम् अहं चिन्तयामि पञ्चपञ्चाशत्तमे अध्याये इति मन्ये. न दमयन्त्याः न न स्वयंवरार्थं इन्द्राग्नियमवरुणः आगच्छन्ति तावत्पर्यन्तं पठितं किम्? अथवा स्वयंवरस्य उद्घाटनं, क्षम्यताम्, उद्घोषः कृतः इति तत्र स्थापितं वा? न महोदये न तत्र भव्या भगिनी अपि पूर्वं सन्देशः प्रेषितः आसीत् अस्मिन् गणे. तत्र द्विपञ्चाशत्तमः अध्यायः समाप्तः, इदानीं त्रिपञ्चाशत्तः अग्रे गन्तव्यम् इति. तर्हि प्रायेण तत्र आरम्भादेव यत्र पठन् त्रिपञ्चाशत्तमसर्गे केवलम् आसीद् राजा नो नाम इति नलोपाख्यानस्य प्रारम्भः भवति खलु, तत्पूर्वं बृहदश्वः सः आगत्य युधिष्ठिरादीनां कृते एतद् उक्तवान्, तत् नलस्य कथा प्रारब्धा. आम् महोदय, तत्र जालपुटे तु भिन्नम् अस्ति, तत्र अहं प्रेषितवती लिङ्क् महोदय, तद् उद्घाटयति वा? भवान् भवती परन्तु चिन्ता नास्ति, वयं कथां जानन्ति खलु सर्वे, कियत्पर्यन्तं पठितम् इति जानन्ति खलु, सा ततः अग्रे नमस्कृत्य पठामः. देवेभ्यः इति आरप्स्यते. भवती प्रदर्शयति वा भवत्याः समीपे इति तद् दर्शयामि, जालपुटम् अस्ति चेत्? तत्र चाट् मध्ये प्रेषितवती महोदय, आवश्यकं चेत् नो चेत्. एतत्तु अपि एतदपि सम्यक् ओ एव अस्ति, अस्तु, तत्र एतदुद्घाटितं प्रायः किमपि फाण्ट् भवति. समीचीनं भवति. तत्र अन्यत्र आङ्ग्लभाषायां प्रतिपदार्थः बहु दीर्घः अस्ति, अनन्तरं तात्पर्यं व्याकरणविषयः इति तावत् नावश्यकम् इति मन्ये. तत् अन्सेलेक्ट् कर्तुं शक्यते महोदय, केवलं श्लोकानेव तत्र. तत्र किञ्चित् व्याख्या अपि दृश्यते अस्मिन् क्षेत्रे. सत्यं. ओ अस्मिन् अस्तु. स्मरन्ति किम्? देवाः इन्द्राग्निवरुणयमवरुणाः नलं प्रार्थयन्ते एवम् अस्माकं कृते भवति, भवान् दमयन्तीं वदतु इति, तावत्पर्यन्तं पठितं वा न वा? आं महोदय तथा ओहो, तावत्पर्यन्तं पठितं. कृत्वा तु सः अपि पात्रः तत्र सर्वे. गतवान्, सः अपि तत्र गच्छति, वृत्तं वदति सः तत्र, किं अहं निमित्तं तु वदति? दूतरूपेण आगतवान् इति हा सर्वे. तदेव अहं उक्तवती, दूतरूपेण दौत्यं कर्तुमेव खलु, यतः देवतानां प्रार्थनारूपेण नलेन एतत् करणीयम् अभवत् खलु, तदेव दमयन्तीं पश्यति. किञ्चिद् अहं स्मारयामि, इन्द्रलोके नारदः एकवारम् आगतः, नारदः अनन्तरम् अन्यः ऋषिः अपि. तयोः आगमनस्य समये इन्द्रः पृच्छति, इदानीन्तन सर्वत्र गच्छति भवान्, का वार्ता इति. अतः अहम् अनेकाः सन्ति एव अत्र, कथम् इति सः पृच्छति. अतः इन्द्रः इदानीं तु स्वर्गलोकं प्रति नराणाम् आगमनमेव नास्ति, अतः यत् सर्वे दीर्घायुष्मान् मन्तः सन्ति इति मन्ये इत्यादि इत्यादि वदति। अतः नरस्य नळस्य विषयं वदति, तस्य राज्यभारं तावत् सम्यक् अस्ति, अतः इदानीम् अधिकजनाः स्वर्गम् आगन्तुं तद्विहाय अपि द्रौपद्याः सौन्दर्यं नळस्य गुणवर्णनं सर्वं कृत्वा तत् तत् स्वयंवरार्थं सर्वे तत्र गच्छन्तः सन्ति। अतः स्वर्गं प्रति युद्धं कृत्वा वीरस्वर्गं प्राप्य कोऽपि न आगच्छति इति सः वदति। अतः एव वयमपि स्वयंवरं द्रष्टुं वा अथवा तत्र भागं स्वीकर्तुं वा गच्छामः इति दिक्पालकाः वदन्ति, इन्द्र अग्नि यम वरुणादयः। अतः विमानमार्गे आकाशमार्गेण आगच्छन्तः सन्ति। तदा भूमौ नळः अपि आगच्छन् अस्ति तस्मिन् स्वयंवरार्थमेव। अतः विमानात् अवतीर्य इन्द्रादयः पृच्छन्ति नळं कुत्र गच्छति इति, अनन्तरम् अस्माकं कृते एकं साहाय्यं करोति किम् इति, निश्चयेन करिष्यामि इति सः वा प्रतिज्ञा प्रतिजानीते। अतः एव एवं दौत्यं करोतु इति, एकस्यार्थमेव कथं सः तत् वाक्यं बहु सम्यक् अस्ति। कुत्र अस्ति नलस्तां प्रत्युवाच, किञ्चित् पृष्ठतः गच्छतु, अहं वदामि। देवदूत नलं मां विद्धि कल्याणी देवदूतम्। एतत्तु इतोपि पठनीयं खलु, न तत् समाप्तं भगिनि, इतः आरभ्य पठनीयं। स्वपरिचयं तत् कृतम्, स्वपरिचयं कृतं, तदनन्तरं 53 आरभ्य तत्र बृहदश उवाच सा नमस्कृत्य इतः प्रारम्भः वा। आम् महोदय। भाव्य भगिनी, भवती केवलम् आप् प्रदर्शयति चेत् किञ्चित् बृहत् भवति, स्क्रीन् प्रदर्शितवती इति मन्ये। ओ एवं वा, स्क्रीन् प्रदर्शयति चेत् तत् अधः किञ्चित् लुप्तः भवति अस्ति वा, कण्टेण्ट् ओन्लि प्रदर्शयामि, अधुना सम्यक् अस्ति। आम् आम् आम्, इतोपि बृहत् करणीयं वा, तत् समीचीनमासीत्। कस्य क्रमः अस्ति? भवत्याः? ममैव अस्तु। बृहदश उवाच सा नमस्कृत्य देवेभ्य प्रहस्य नलमब्रवीत् प्रणयस्व यथा श्रद्धं राजन् किं करवाणि ते, अहं चैव हि यच्छान्यन् ममास्ति वसु किञ्चन तत्सर्वं तव विश्रद्धं श्रद्धं कुरु प्रणयमीश्वर। हंसानां वचनं यत्तु तन्मां दहति पार्थिव त्वत्कृते हि मया वीर राजानः सन्निपातिताः, यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद मानद मानद विषमग्निं जलं रज्जुम् आस्थास्ते तव कारणात् एव मुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाचः, तिष्ठत्सु लोकपालंशु लोकपालंशु कथं मानुषमिच्छसि इति। तर्हि सा तु पुनः तत्र तस्य परिचयं श्रुत्वा अधुना तत्र दमयन्ती वदति सा देवेभ्यः तत्र नलं वदति, मां प्रणयस्व हे राजन् किं करवाणि अहम् इति पृच्छति। अहं चैव हि यच्छ अन्यं मम किञ्चन यत् च अन्यत् मम अस्ति वसु किञ्चन किञ्चित् ऐश्वर्यमस्ति तत्सर्वम् अहं दास्यामि इति तस्मिन् स्थले, अतः मां प्रणयं करोतु इति। हंसानां वचनं यत् मम देहं तत् श्रुत्वा मम देहः तु दहति अधुना भवतः कृते, अतः मया वीरराजानः वीरा इति सम्बोधनं, हे वीर हे वीर त्वत्कृते मया राजानः सन्निपातितः, सन्निपातिताः ते न आवश्यकाः इति त्यक्ताः इति. यदि त्वं भजमानं मां प्रत्याख्यास्यसि, मानद इति किम् अस्ति महोदय? प्रभो सम्बोधनं मानद इत्युक्ते स्वाभिमानी, मानं, स्वाभिमानी. मानस यदि विषये भवान् मां न केवलं स्वाभिमानम् इति गौरवार्हः, मानम् एव प्रधानम् इति यः मन्यते सः मानदः इति. यदि अहं तु भजमाना अस्मि भवतः नाम, तर्हि यदि भवान् माम् अङ्गीकरोति तर्हि न अङ्गीकरोति खलु, न अङ्गीकरोति तदा तु किं भवति? मम स्थितिः तु विषम्, अग्निं, जलं, रज्जुम्, आत्महत्यां करोमि इति अहं स्वीकरोमि इति. एवम् उक्त्वा नलः तु प्रत्युवाच, किं प्रत्युवाच? तिष्ठत्सु लोकपालांसु कथं माम् ते तत्र सतिसप्तमी अस्ति, लोकपालाः भवत्याः कृते तिष्ठन्तः सन्ति, तथापि भवती किमर्थं माम् इच्छसि इति. तत्र तावत् अग्रे अन्यः प्रत्याख्यास्यसि इति अस्ति खलु, तत्र तिरस्करोति इति अर्थः भवति इति, निराकरोति इति. ओ तदेव न अङ्गीकरोति इत्यस्य अर्थः एव निराकरोति इति. महोदय, द्वित्रः प्रश्नाः सन्ति. तत्र प्रथमे श्लोके शैवेभ्यः सा नमस्कृत्य देवेभ्यः इति भगिनि, तत्र मुद्रणदोषः इति मन्ये. किम् आवश्यकं? देवेभ्यः इत्येव भवेत्, तत्र व्याख्याने अस्ति वा इति पश्यतु. तत्र तत्र अन्यत्र तत्र जालपुटेटु पुटेटु अत्र अस्ति, देवेभ्यो नमस्कृत्य इति उक्तम्. देवेभ्यः इत्येव अत्रापि अस्ति, यथा श्रद्धं देवेभ्यो नमस्कृत्य प्रणयस्व इति सम्बन्धः. अपि च तत्र पञ्चमे श्लोके तत्र लोकपालेषु तिष्ठत्सु इति यत् अस्ति, कथं मानुषं माम् इच्छसि, तर्हि लोकपालः इत्युक्ते अत्र किं? देवेन्द्रः दिक्पालः, दिक्पालकः एव लोकपालाः, दिक्पालाः. अस्तु, यतः ते सर्वे देवाः खलु, तर्हि देवाः सन्ति, तर्हि सिद्धाः सन्ति परिणेतुं. केवलं नरं मानुषं मां किमर्थम् इच्छसि इति नरः वदति. इतोपि एकवारं पूर्वतनान् श्लोकान् दर्शयति वा? तत्र प्रश्नः आसीत् प्रायेण. अत्र भगिनि न, अस्तु, समीचीनं, समीचीनं. न सन्ति प्रश्नः इदानीं. कुत्र नास्ति इति? न सन्ति अधुना महोदय, उत्तराणि प्राप्तानि. हरि महोदय. पठामि वा? ओ हरि महोदय. षष्ठश्लोकः. येषामहं लोककृताम् ईश्वराणां महात्मनां नपादरजसा तुल्यः मा मनस्ते तेषु वर्ततां विप्रियं ह्यचरन्मर्त्यः देवा विप्रियं ह्याचरन्मर्त्यः देवानां मृत्युमृच्छति त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् विरजांसि च वासांसि देव्याश्चित्राः स्रजस्तथाः भूषणानि तु मुख्यानि देवान् प्राप्य तु भुङ्क्ष्व वै य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः हुताशमीश. यदि इति अस्ति वा? यदि इति अस्ति वा? अत्र ये इति भवति खलु अस्मिन् पुस्तके. ग्रसते यः इत्येव खलु, ग्रसते इति एकवचनमेव. तत्र भिन्नमस्ति अन्यत्र. य इमां पृथ्वीं कृत्स्नां संक्षिप्य ग्रसते पुनः हुताशमीश देवानां का कं न वरयेत्यपि वरयेत् अनन्तरं पश्यामः अग्रिमे पश्यति यस्य दण्डभयात् सर्वे भूतग्रामाः समागताः धर्ममेवानुरुध्यन्ति कातं न वरयेत् पतिम्। अत्र नलः वदति खलु इदानीं पुनः देवानां साहाय्यार्थं तेषां परमेव सहायकवार्तानि तथा वचनानि सः वदति। अतः एकैकशः इन्द्रस्य यमस्य यज्ञेः सामर्थ्यं वैशिष्ट्यं सर्वं वदति सः। लोकपालेषु तिष्ठत्सु कथं मानुषमिच्छसि इति उक्तवान् पञ्चमे श्लोके। तदनन्तरं येषां लोककृताम् ईश्वराणां महात्मनां न पादरजसापि तुल्यः अहं न, तेषां पादधूलिसमानः अपि न अस्मि, तेषु एव ते मनः वर्ततां भवतु इति। यद्यपि तस्य मनसि दमन्त्याः विषये एव प्रणयः प्रीतिः आशा सर्वम् आसीत्, अतः वचनस्य पालनार्थं प्रतिज्ञापालनार्थं देवानां सहायकरीत्या एव सर्वं वदति। इदानीम् अग्रिमं करोतु, अग्रिमं वदतु। विप्रियं विप्रियं ह्याचरन् मर्त्यः देवानां मृत्युं रुच्छति। विप्रियं मर्त्यः देवानां विप्रियम् आचरन् मर्त्यः मनुष्यः मृत्युं रुच्छति प्राप्नोति। त्राहि माम् अनवद्याङ्गि वरयस्व सुरतमानेव वरयस्व इति। विरजांसि च वासांसि विरजांसि विरजस् विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथाः विगताः विगतः विगतं रजः येषाम् इति विरजः रजांसि न सन्ति रहिताः इति, धूलयः न सन्ति देवानाम् उपरि, अतः तेषाम् अभिज्ञानं प्राप्तुम् एतत् सर्वम् एतानि सर्वाणि चिह्नानि इति सः वदति। दिव्याः चित्राः स्रजः, स्रजः नाम मालाः, चित्राः पुष्पमाला पुष्पमालाः अत्र शुष्कानि शुष्काः न भवन्ति। अनन्तरं वस्त्राणि सर्वदा नूतनानि एव, वासांसि विरजांसि धूलिरहिताः रहितानि भवन्ति। चित्राः इत्युक्ते किं महोदय? भिन्नभिन्नरीत्या अनेकस्रजः धरन्ति इति, अथवा दिव्याः चित्राः इत्युक्ते तेषां दर्शनमेव भिन्नम्, अथवा रूपादि सर्वं किञ्चित् भिन्नं वर्तते इति भवितुमर्हति। चित्रः इत्युक्ते विभिन्नाः अनेकविधाः इत्यपि अर्थः भवति। भूषणानि तु मुख्यानि, देवान् प्राप्य तु भुङ्क्ष्व, त्वं भुङ्क्ष्व देवान् प्राप्य भूषण एतत् सर्वान् भुङ्क्ष्व इति प्राप्नुहि इति। यः इमां पृथ्वीं अत्र तम् इति अस्ति, ग्रसते इति एकवचनम् अस्ति, किं किम् अत्र यः इति ग्रसते इति एकवचनं, यः ग्रसते खलु, तथैव द्वितीयपङ्क्तौ अपि तम् इति अस्ति खलु, तस्य एव इति यः इति एव चिन्तयामि, पश्यामः तत्र फुट् नोट् अस्ति वा इति। किञ्चित् ग्रसते इति बहुवचनम् एव वा क्रियापदम्? अदादिगणे नास्ति ग्रसधातुः, यावद् स्मरामि। अतः यतः इदानीं देवानाम् एव गुणवर्णनं क्रियमाणमस्ति खलु, अतः एकमेकं श्लोकं स्वीकृत्य वयं पश्यामः। प्रथमश्लोके षड् षड् षष्ठं श्लोकं दर्शयतु, तत्रैव सः उक्तवान् पादरसां तुल्यः अपि अहं न इति। सप्तमे श्लोके मर्त्यः देवानां विप्रियन् आचरन् इत्युक्ते अप्रियम् आचरन् सः देवानां मृत्युं पृच्छति इत्युक्ते मृत्युः इति यमः भवितुम् अर्हति इति मन्ये, अथवा मृत्युं वर्धते इति भवति वा? विप्रियं हि आचरन् मर्त्यः, देवानां विप्रियम् आचरन् मर्त्यः मृत्युं पृच्छति. पृच्छति इत्युक्ते प्राप्नोति, वृद्धिः इति अर्थः भवति खलु. अतः अतः देवानां देवाः कुपिताः भवन्ति चेत् वयं केवलं मानवाः, अस्माकं नाशः एव भवति इति अर्थः भवतु इति मन्ये. वैख्याने अपि पश्यामः. अनन्तरं त्राहि माम् अनवद्याङ्गी वसुरोत्तमान् वरयस्व, अनन्तरं तेषां वासांसि विरजांसि धूलिरहितानि, अनन्तरं दिव्याः चित्राः स्रजः तथा. भूषणानि तु मुख्यानि, तत्सर्वं त्वं भुक्ष्व, देवान् प्राप्य तत्सर्वं भुक्ष्व अनुभवतु इत्यर्थः भवति. अत्र यः इमां पृथ्वी कृत्स्नां पृथ्वीं संक्षिप्य हुताशं पुनः ग्रसते इति भवति वा? ग्रसते इत्युक्ते कबळीकरोति इति अर्थः. हुताशनः अग्निः तावान् सामर्थ्यशाली इति अग्निः पृथिवीमेव कृत्स्नां सकलां पृथिवीमपि सङ्गृह्य संक्षिप्य ग्रसते, खादितुं सः समर्थः इति. अतः देवाः बहु विशिष्टाः सन्ति, तेषु अन्यतमं वरयस्व इति एकैकस्यापि वैशिष्ट्यं वदति. हुताशं देवानां हुताशं का तं हुताशनम् अग्निं का न वरयेत् इति, निश्चयेन वरयेदेव इति, पतिं वरयेत् इति अर्थः, पतिरूपेण स्वीकरोति इति. तस्मिन् श्लोके तत्र नवमे श्लोके एकवारं तत् दर्शयतु. तत्र यः यः एतत् करोति, यः ओ यः देवानाम् ईशः तं हुताशम् इति इति देवानाम् ईशः तं तं हुताशं का न वरयेत्, का न पतिं वरयेत् इति. तां तं का न पतिं वरयेत्, पतिं वरयेत् इति पतिरोण न पतिरूपेण न स्वीकरोति, निश्चयेन स्वीकुर्वन्ति एव, अतः किमर्थं भवति न अङ्गीकरोति? तत्र ईशः इति अस्ति खलु, तर्हि यः देवानाम् ईशः इति तथा स्वीकरणीयम्. सम्यक् अवगतम्. प्रायः लोकपालानि लोकपालान् सर्वानपि ईशः इत्येव वदति, दिक्पालकः इति कारणात्, अथवा इन्द्रम् इति स्वीकरोति चेत् तत्र अत्र प्रायः अग्निः स्यात् खलु, अत्र इदानीम् अस्मिन् श्लोके अग्नेः विषये वदति, अग्रिमे श्लोके अन्यस्य इन्द्रस्य विषये, अन्यस्य लोकपालस्य विषये. व्याख्याने किमपि मुख्यतया दत्तं वा? ईश इति अस्ति अत्र, ईशः इति नास्ति खलु पदम्, ईशः अस्ति चेत् ईशो देवः इति भवति तत्र. न न, इतोपि पृष्ठतः गच्छतु, एतत् न किमपि नास्ति महोदय, अत्र तु व्याख्यानस्य भागं दर्शयतु. तर्हि कथं तत्र अत्र विश्रब्दं यथा स्यात् तथा प्रणयं सन्निपातितः, तदनन्तरं किमपि नास्ति महोदय, अग्रे तु अन्तिमपरिच्छेदः अस्ति, किमपि नास्ति तत्र. अत्र एकैकस्य वर्णनं करोति खलु महोदय, तस्मिन् नवमे श्लोके तत्र अहं चिन्तयामि ग्रसते इति भवति चेत् केवलं स्वालोयिङ्ग् इति अर्थः भवति, खादति इति अर्थः, निगलति इति अर्थः भवति, तथा भवति चेत् तत्र अग्निः इत्येव अहं चिन्तयामि. उताशनः अग्नेः वैशिष्ट्यमेव वदति इति. तत्र एकः प्रश्नः अस्ति, अन्वयः न आगतः इति भाति, यथा हरिमहोदय वदति तत्र ईशः देवः अस्ति चेत् न, ईशः देवानाम् इति अस्ति चेत् ईशो देवानाम् इति भवेत् खलु, तर्हि अत्र सन्धिविभागः कथम् अस्ति अपि च तेन अन्वयः कथम् इति इदानीं पुनः प्रश्नः उद्भूतः. अनन्तरम् अत्र किमर्थम् ईशा इति अस्ति, विसर्गः नास्ति? अन्यथापि द्रष्टव्यम् चिन्तयामि, ईशा इति न आशु इति अस्ति किम्? अहं चिन्तयामि तत्र अनुस्वारः भवेत् इति, देवानाम् ईशं हुताशं का न वदयेत् इति भवितुम् अर्हति. तदानीमपि सङ्गच्छते महोदय, तदा द्वितीयविभक्तिः भवति. तर्हि तत्र अत्र अनुस्वारस्य मुद्रणदोषः अभवत्, क्लेशः भवति. तत् समीचीनं खलु हरिमहोदय, ईशं देवानाम् ईशं हुताशम् इति. दण्डभयात् सर्वे भूतग्रामाः भूतसमुदायः समागताः धर्ममेवानु अनुरुध्यन्ति अनुवर्तयन्ति, सा तं न वरयेत् पतिं. कः दण्डधरः? कालो दण्डधर श्राद्धदेवो वैवस्वत यमः. यमः, यमः खलु, अतः सत्र तस्य भयात् एव सर्वे भूतग्रामाः इत्युक्ते तत्र ग्राम इत्यस्य प्रदेशः इत्यपि अर्थः भवति, जनाः इति भवितुम् अर्हन्ति, तं तस्य भटाः इति अहं चिन्तयामि. अस्य समूहः इति तत्र वार्तिकमेकम् अस्ति, इदानीं सम्यक् न स्मरामि. भूतग्राम इत्यादि पदानां ग्रामच् इति कश्चन प्रत्ययः भवति, तेन समुदायार्थे इन्द्रियग्रामः भूतग्रामः एवं. कः अर्थः प्रदेशः इति वा? तस्य समुदायः इति तस्मिन् समूहः, तस्य समूहः तस्मिन् भूतगणानां समूहः एव आगतः तस्य दण्डभयात्. धर्ममेव अनुरुध्यन्ति का, तं न वरये, तं पतिं न वरये. अतः अत्रापि धर्ममेव अनुरुध्यन्ति इत्युक्ते अनुसरन्ति एते सर्वे भूतग्रामाः तत्र समागताः धर्मम् इत्युक्ते यमधर्मराजं तमेव अनुरुध्यन्ति. का तं न वरयेत्? तथा तर्हि भवती किमर्थं न वरयेत् इति. प्रश्नः अस्ति किम्? अहं पठामि वा? धर्मात्मानं महात्मानं दैत्यदानवमर्दनं महेन्द्रं सर्वदेवानां खातं न वरयेत्पतिं क्रियतामभिशङ्केन मनसा यदि मन्यसे वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु. सुहृद्वाक्यमिदं शृणु. सुहृद्वाक्यमिदं शृणु शृणु नैषधे नैव मुक्ता सा दमयन्ती वचोब्रवीत् समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथवारिणा. देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमिते. तामुवाच ततो राजा वेपमानां कृताञ्जलिं दौत्येनागत्य कल्याणी तथा भद्रे विधीयताम्. अत्र त्रयोदशं श्लोकम् एकं पुनः पठित्वा तस्य विभागं करोतु, तदा अर्थः स्वयं अर्थः अवगम्यते. पश्यतु. नैषधेनैव मुक्ता सा दमयन्ती वचोब्रवीत् समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा. इदानीं पदविभागं करोतु. नैषधेन एव मुक्ताः सा एव मुक्ता सा दमयन्ती सा दमयन्ती वचः अब्रवीत् समाप्लुताभ्यां नेत्राभ्यां शोकजेन शोकजेन अथ वारिण. इदानीम् अर्थः अवगम्यते खलु. अत्र नैषधेन एवम् उक्त्वा सा दमयन्ती वचः अब्रवीत्. अस्तु, बहु सुकरः. तत्र तस्याः नेत्राभ्यां कीदृशाभ्यां नेत्राभ्याम् इत्युक्ते समाप्लुताभ्यां नेत्राभ्यां, नेत्रयोः पूर्णतया जलम् आसीत् इति कारणात् समाप्लुताभ्यां नेत्राभ्यां. किमर्थम् इत्युक्ते किम् आगतं तत्र? वारि आगतं, शोकजेन वारिण, शोकजेन वारिणा इति शोकात् शोकस्य कारणात् जातं बाष्पं. ताद् बाष्पजलेन युक्ता सा अथ अनन्तरं एवं वचः ब्रवीत् इति अर्थः भवति. अत्र कदाचित् श्लोकस्य अर्थं सम्यक् रीत्या अवगन्तुं सन्धिविभागं कुर्मः चेत् बहु सुलभेन अर्थावगमनं भवति इति. अस्तु, प्रथमश्लोकादारभ्य केवलं सङ्ग्रहेण वदतु. तदपि पूर्वतनश्लोक कातं न वारयेत् पतिं, कातं पतिं महेन्द्रम् इति महेन्द्रं सर्वदेवानां यमधर्मस्य अग्नेः तत्सर्वम् उक्तम् अस्मिन् श्लोके देवेन्द्रस्य विषयः. दैत्यदानवमर्दनं महेन्द्रं न वारयेत्. क्रियताम् अविशङ्केन मनसा यदि मन्यसे वरुणम् अत्र वरुणस्य लोकपालानां सहृद् वाक्यमिदं शृणु. सुहृद् वाक्यमिदं शृणु लोकपालानां सुहृद् वरुणम्. बहु सरलः एव अस्ति. चतुर्दशं देवेभ्यः अहं नमस्कृत्य देवेभ्यः अहं नमस्कृत्य सर्वेभ्यः पृथ्वीपते पृथ्वीपते सम्बोधनं प्रथमम् उक्त्वा हे पृथ्वीपते देवे अहं सर्वेभ्यः देवेभ्यः अहं नमस्कृत्य त्वाम् एव वृणे त्वामेव भर्तारं सत्यं. पूर्व एवं सर्वत्र आगतं खलु, पतिं वरयेत् पतिं वरयेत् इति. अतः पतिरूपेण वरयेत् इति अर्थः. अत्रापि तथा एव त्वामेव भर्तारं वृणे इति, पतिरूपेण अहं वरयामि सत्यमेव ब्रवीमि वरये इति. अग्रिमं ताम् उवाच ततः राजा वेपमानां कृताञ्जलिं राजा वेप कृताञ्जलिं दौत्येन आगत्य कल्याणी तथा भद्रे विधीयताम्. अत्र प्रथमं सम्बोधनं वदतु. हे भद्रे पुनः हे कल्याणी हे कल्याणी तत्र दौत्येन इत्युक्ते दौत्येन दौत्यम् इत्युक्ते दूतस्य कार्यं दौत्यम्. अस्तु, देवानां दूतरूपेण आगतः खलु, अतः दौत्येन आगतः इति. तत् अहं दौत्येन आगतवान् दूतरूपेण, अतः तदर्थं मया द्वारा एव भवत्याः सन्देशं प्रेषयतु इति. यतः पुनः देवतानां समीपं गत्वा मया सन्देशः दातव्यः, अतः यद् उचितं तथा विधीयताम् इति क्रियतां भवत्या इति अर्थः. प्रथमायां पङ्क्त्यां कृतान् वेपमानां कृताञ्जलिं तां ततः राजा उवाच इति. अत्र दैत्येन आगत्य इति दौत्येन आगत्य दौत्येन आगत्य इति ल्यबन्तम् अस्ति. अहम् आगतवान् इति तत्र कदाचित् एवं भवति आर्षप्रयोगः. यथा दौत्येन आगतवान् तदर्थं तथा मम सन्देशं ददातु इति, अतः विधीयताम् अहं दौत्येन आगतवान् इति कृत्वा पुनः मया मम सन्देशः कः इति विधीयतां भवती वदतु इति. महोदय, एवम् अन्वयः भवेत् खलु. ततः दौत्येन आगत्य राजा ताम् उवाच तथा विधीयताम् इति. तदपि भवितुम् अर्हति. आम् उक्तम्, उचितमेव तत्. दौत्येन आगत्य राजा ताम् उत्तमं, तथा एव भवितुम् अर्हति. अग्रे सन्ध्या भगिन्यः. परन्तु तथा यत्र गच्छति तदा तत्र तथा कुत्र गच्छति? तथा कुत्र गच्छति? न, तथा भद्रे विधीयतां, भद्रे तथा विधीयताम् इति तथा विधीयताम् इत्युक्ते तदर्थम् अन्वयार्थं किमपि भवेत् खलु श्लोके. तथा उवाच भद्रे विधीयताम् इति. राजा उवाच तथा विधीयताम् इति. ताम् उक्तवान् हे भद्रे, हे कल्याणी, तथा विधीयताम् इति. एकः एव श्लोकः खलु, तस्य उत्तररूपेण इतोपि अग्रे आगच्छति. इदानीं दमयन्त्याः वचनाद् अनन्तरं प्रथमश्लोकः एकः नलस्य उत्तरं प्रति, अतः केवलं तावदेव. कृताञ्जलिं वेपमाना ताम् उवाच कल्याणी भद्रे भद्रे विदितम् तदा दौत्येन आगत्य राजा इत्यपि भवतु. इदानीं अवगतं, यथा भवती उक्तवती तदेव भवति. दौत्येन आगत्य राजा कृताञ्जलिम् एकमानं वेपमानां ताम् उवाच कल्याणी तथा विधीयताम् इति अनुस्रियते अग्रिमश्लोके. तथा विधीयतां कथं हि अहं प्रतिश्रुत्य देवतानां विशेषतः परार्थे यत्नम् आरभ्य कथं स्वार्थम् इह उत्सहे इति. तदपि भवती एव वदतु इति अर्थः. तत्र अनुस्रियते चेत् उत्तमम्. अहमेव अग्रे पञ्चश्लोकान्. कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे. एष धर्मो यदि स्वार्थो ममापि भविता ततः. एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्. ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्. उपायोऽयं मया दृष्टो निरपायो नरेश्वरः येन दोषो न भविता तव राजन् कथञ्चन. विंशतितमं दर्शयति वा? आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर. ओ प्रायेण अग्रे अपि तस्य, ओ क्षम्यतां क्षम्यताम्, अहं दोषेण तत्र अग्रिमश्लोकस्यापि पठितवती. केवलम् आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः इति यावत् मया पठनीयमासीत्. तर्हि तर्हि कथं हि अहं प्रतिश्रुत्य देवतानां विशेषतः इत्युक्ते अहं तत्र किं प्रतिश्रुतवान् अस्मि देवतानां, तथा कृत्वा प्रतिश्रुत्य कथं परार्थे यत्नमारभ्य कथं स्वार्थम् इह उत्सहे इति. तत्तु स्पष्टम्. एषः धर्मः यदि स्वार्थः मम अपि भविता ततः. एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्. तर्हि यदि स्वार्थः धर्मः यदि भविता तर्हि तथा स्वार्थं करिष्यामि इति वा आशयः महोदये? महोदय, तदेव अत एव खलु, यदि स्वार्थः धर्मः तर्हि तथैव स्वार्थं करिष्यामि तथा विधीयताम् इति कृत्वा एव अष्टादशे श्लोके सा इदानीं तत्र दमयन्ती शुचिस्मिता इदानीं स्मिता इदानीं प्रायः एवं भवितुम् अर्हति इति इदानीं दमयन्त्याः पक्षे एव निश्चयं वदतु इति, उत्तरं वदतु इति यदा उक्तवान्, नलस्य हस्ते नास्ति उत्तरदायित्वं, तस्य दौत्यं कर्तुमेव तस्य विधिः, तस्य फलाफलानि तदर्थं सः उत्तरदायित्वं न स्वीकरोति नलः. इदानीं दमयन्त्याः एव निर्धारः, सा यत् वदति तदेव सः पुनः गत्वा देवानां प्रति वदति. अतः भवती एव वदतु, अहम् एवं यदि धर्मः स्वार्थं भवितु अहं भवतीमेव भवती मामेव परिणेतुम् इच्छति इति भवति चेत्, यद्यपि स्वार्थः भवति परन्तु अहं मम धर्मं कृतवान् भवतु भविष्यति, तदेव भविता इति उच्यतः भविष्यति. एवं स्वार्थं करिष्यामि तथा तथा भद्रे विधीयताम् यथा तथा. अतः तर्हि अग्रिमे श्लोके इदानीं बाष्पकुलां वाचां प्रत्याहरन्ति शुचिस्मिता दमयन्ती शनकैः इत्युक्ते शनैः नलं राजानम् अब्रवीत्. किमिति चेत् उपायः अयं मया दृष्टः निरपायः नरेश्वरः, येन दोषः न भविता तव राजन् कथञ्चन इति. तत् किं त्वं च एव हि नरश्रेष्ठ, देवाः च इन्द्रपुरोगमाः, आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः. तर्हि कश्चित् उपायः तस्याः आगतः, तर्हि तथा उपायं करोमि, भवन्तः सर्वे आगच्छन्तु इति वदति. तावत् सा एव उपायं करोति, येन नलस्य अपि अपराधः न भवति, तस्य दौत्यकार्यमपि समाप्यते, दमयन्त्याः इष्टमपि पूरितं भवति इति, स्वयंवरः अपि क्रियते, कस्यापि दोषः न वर्तते. तर्हि कः उपायः इति एतावता न वदति, किन्तु उपायः कश्चित् अस्ति इति वदति तावदेव. नलचरितमये पठितवन्तः ते जानन्ति, अन्यथा स्वसस्पेन्स् भवतु तेषां कृते. ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर वरयिष्येन रव्याघ्र नैवं दोषो भविष्यति. एवमुक्तस्तु वैदर्भ्या नलो राजा विशाम्पते. आजगाम पुनस्तत्र यत्र देवाः समागताः. तमुपश्यंस्तथा यान्तं लोकपाला महेश्वराः. दृष्टा चैनं ततो पृच्छन् वृत्तान्तं सर्वमेव तम्. कच्चिद्दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता. किमब्रवीच्य नः सर्वान् वद भूमिपते नख. नल उवाच भवद्भिरहम् आदिष्टो दमयन्त्या निवेशनम् प्रविष्टस्तु भवद्भिरहमादिष्टो दमयन्त्यानिवेशनम् प्रविष्टस्सु महाकक्षम् दण्डिभिः स्थविरैर्वृतम्. दमयन्ती वदति तत्र स्वयंवरे अहं सर्वेषां समक्ष यत्र लोकपालाः अपि भवन्ति तत्र अहं त्वामेव वरयिष्यामि इति. अनन्तरं देवानां पुरतः एव त्वां वरिष्ये वरयिष्ये तदा दोषः नैवं एवं न भविष्यति नैव भविष्यति इति. अनन्तरं नलः तदेव उपायमपि वदति वा न अत्र सः वदति इति न उक्तं, परन्तु अग्रे किं सञ्जातम् इति उक्तम्. नलः पुनः गच्छति लोकपालं, यः लो यत्र लोकपालाः दिक्पालकाः सन्ति तत्र गच्छति. आज पुनस्तत्र देवाः समागताः, तत्र गच्छति. अत्र किमर्थं विशां पते इति किमर्थं सम्बोधनम् उक्तमस्ति? तस्मिन् दिने सन्ध्या उक्तवती खलु, विशाम् इत्युक्ते मनुष्यः, नराः इति, भूलोके मानवाः इति भवति खलु, तर्हि विशां पते पते इति सम्बोधनम् अत्र वाक्ये कथं? तत्र मध्ये मध्ये बृहदश्वः युधिष्ठिरं प्रति कथां वदन् अस्ति खलु, एवम् आगच्छति मध्ये मध्ये. अनन्तरं नलं दृष्ट्वा लोकपालाः पृच्छन्ति नलं, तां पश्यन् अपश्यन् तथा तथा यान्तं नलं लोकपालाः महेश्वराः अपश्यन् तम् अपश्यन् तम् अपश्यन् ते पृच्छ दृष्ट्वा पृच्छन्ति वृत्तान्तं सर्वमेव, वृत्तान्तं वदतु इति. अत्र कश्चन विषयः अस्ति, पश्यतु मुद्रणे तमपश्यन् तथा इति स्थलं दत्त्वा यान्तम् इति अस्ति. यान्तम् इत्युक्ते गच्छति इति अर्थः. इदानीम् आयान्तं खलु, सः आगच्छन् अस्ति, नलः प्रत्यागतवान्. अतः एकमेव पदं भवति चेत् सन्धिरूपेण, सवर्णसुदीर्घसन्धिः इति क्रियते चेत् तम् अपश्यन् सतायान्तं तथा आयान्तम् इति विभागः भवति. सः आगच्छन् अस्ति नलः. किं जातं सञ्जातं वृत्तान्तं वदतु इति पृच्छति, पृच्छन्ति देवाः. तदा नलः वदति सर्वमेव. प्रश्नः एव अस्ति इतोपि, कचित् दृष्टा त्वया इति, कचित् इति भवति चेत् प्रश्नः, जानन्ति खलु, त्वया कचित् दृष्टा राजन् दमयन्ति इति, राजन् इति सम्बोधनं नलं प्रति. सा शुचिस्मिता दमयन्ति, त्वया कचित् दृष्टा, किमब्रवीत् इति नलः. सर्वान् वद हे भूमिपा अनघ, नः सर्वान् वद. कचित् इति किम् इति उक्तं? कच्चित् इति, कचित् न कच्चित् इति प्रश्नार्थे. वयं वदामः खलु प्रादेशिकभाषासु भाषासु अथवा आङ्ग्लभाषायाम् इस् श्वसीन् वयु रेट् इति वदामः खलु, तथा तत्र क्वचित् न कच्चित् सर्वत्र आगच्छति. मेघधूतं काव्ये अधिकतया आगच्छति कच्चित् कच्चित् इत्युक्ते. एकः क्षम्यताम् एकः प्रश्नः अत्र कच्चित् विषये, कच्चित् दृष्टा अपि च अपि दृष्टा, द्वयोः मध्ये भेदः अस्ति वा? भेदः न इति मन्ये, अपि इत्येव भवति. तत्र इतोपि एतपि एवं भवितुम् अर्हति. इतोपि आशय होप्फुलि इति वदामः खलु आङ्ग्लभाषायां, तथा आशया वदति चेत् कच्चित् अत्र निश्चयेन विश्वासः अस्ति, दृष्टा इत्येव विश्वासः अस्ति इति अर्थः. तत्र आशयं सूचयति कच्चित् इति पदम् इति. अस्तु अस्तु, तर्हि दृष्टा खलु इति इत्यस्मिन् अर्थे, स दृष्टा खलु त्वया. दृष्टा इति अत्र अर्थः दर्शनस्य विषयः एव, कचित् दृष्टा त्वया इति. तदेव कच्चित् दृष्टा अपि दृष्टा इत्यत्र भेदः इत्युक्ते, कच्चित् दृष्टा इत्यत्र दृष्टा खलु इति तत्र मनसि किञ्चित् अवगतं महोदय. कच्चित् इति प्रश्नरूपकम् अस्ति, अपि अपि दृष्टा, तदेव ध्वनौ एव तस्य प्रश्नत्वं दृश्यते खलु. इदानीं कथा तथा पठनीयं, यदा श्लोकेन तत् न शक्यते, परन्तु अनन्तरं तात्पर्यं वा अर्थं वा यदा वदामः गद्यरूपेण तथा एव वक्तव्यम्. अतः एव अहं पदे पदे वदामि, यत्र यत्र सम्बोधनं भवति तत्र ध्वनौ एव सूचयतु इति. ए अनघा भूमिपा सर्वान् वद. त्वया दमयन्ती शुचिस्मिता दमयन्ती, इतोपि एकमस्ति, हे राजन् शुचिस्मिता दमयन्ती त्वया दृष्टा कचित् कच्चित्, किम् अब्रवीत्, हे भूमिपानः न सर्वान् तन् सर्वान् वद इति किञ्चित् प्रश्नरूपेण वदामः चेत् उत्तमम्. अन्तिमश्लोकः तत्र नला वदति भवद्भिः यथा भवद्भिः आदिष्टः अहं दमयन्त्याः भवनं प्रविष्टः गतवान्. तत्र महान् भवनमस्ति, सुमहान् कक्ष अस्ति, भवनमस्ति, तत्र घटैः दण्डिभिः आवृतः आवृतं भवनमस्ति इति. अन्तःपुरं खलु, अतः स्थविराः एव तत्र भवन्ति. युवकानां कृते तत्र अनुमतिः नास्ति. स्थविराः वृद्धाः दण्डधाराः सन्ति तत्र सुरक्षणार्थम्. कच्चिद्विषये किञ्चित् अन्यद् दत्तम् अत्र वाचस्पत्यं मध्ये शब्दकल्पद्रुमे. स्वाभिलाषप्रतिज्ञापनम् इत्यपि अर्थः अस्ति. नाम न केवलं तत्र उत्तरं किम् इति, अस्माकम् अभिलाषस्य प्रकटनमपि अस्ति कच्चित् विषये अपि इत्यत्र किञ्चित् तादृशं नास्ति इति. पुनः वदति वा यत् यद् उक्तं तत् पुनः वदतु. अत्र कोशेपि अस्ति कच्चित् कामप्रदेवने, प्रदेव नाम कामं नाम अभिलाषः, तस्य प्रदेवनं नाम प्रकटनं. न केवलं तत्र प्रश्नः अर्थः, किन्तु तत्र अस्माकम् अभिलाषस्य प्रकटनमपि अस्माकं मनसि उक्तं तत् प्रष्टुः मनसि यत् यदस्ति तस्यापि. नाम पिता कुशल कच्चित् पिता कुशलः वा इति चेत् पिता कुशलः भवेत् इति आशा अस्ति मनसि, न केवलं तत्र प्रश्नः. सन्ध्या भगिनी, अहं चिन्तयामि अपि इति भवति चेदपि तथा एव आशयः. इदानीं रामः यदा यदा ऋषीन् पश्यति तथा सः तथा एव प्रश्नं करोति खलु. साधारणतया राजानः तथा एव अत्र योगक्षेमं पृच्छन्ति. तेषाम् अन्ये विषयाः तैः ये पृष्टाः भवन्ति अपि तपसः विघ्नः नापि न क्वचित् न कच्चित् इति. सः तपसः भङ्गः ते राक्षसानां वा मृगाणां वा दुष्टमृगाणां वा कोऽपि बाधा न जाता किम् इति तथा आशयेन वदन्ति इति, होप्फुलि इति अर्थः. तदेव यत् भवती पूर्वम् उक्तवती तदेव विवरणं हरिमादेन कोशं दृष्ट्वा तत्र दत्तं. समीचीनम्, उत्तमम्. अग्रे अग्रिमस्य केन पठितव्यम्? अहं पठामि. तत्र लक्ष्मीनारायणेन सन्देशः प्रेषितः वा न आगच्छति किम् अद्य? आगच्छति इति उक्तवान् मध्याह्ने, इदानीं तु न आगतवान्. अहं पठामि. विनायकः इति कश्चन अस्ति वर्गे? वर्गे अस्ति वा? अहमस्मि, श्रूयते खलु? इदानीं शशिमहोदय भवतः पर्यायः अभवत् वा? इदानीं विनायक महोदय पठति. अस्तु अस्तु, श्रूयते खलु? अस्तु, अहं पठामि. प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान् नरः, ऋते तां पार्थिवसुतां भवतामेव तेजसा. सख्यश्चास्या मया दृष्टा दृष्टाभिश्चाप्युपलक्षितः, विस्मिताश्चाभवत् विस्मिताश्चाभवत् सर्वा दृष्ट्वा मां विबुधेश्वराः. वर्ण्यमानेषु च मया भवत्सु रुचिरानन, मामेव गतसङ्कल्पा वृणीते सा सुरोत्तमाः. अब्रवीच्च मां बाला आयान्तु सहितासुराः, त्वया सह नरव्याघ्र मम यत्र स्वयंवरः, तेषामहं सन्निधौ त्वां वरयिष्यामि नैषध एवं तव महाबाहो दोषो न भवितेतिह। पूर्णतया सत्यमेव उक्तवान् नलः। यद् दमयन्त्या उक्तं यथा तदेव यथा कथितं उक्तवान्, तथैव उक्तं। तदेव तेषु दिनेषु तत्कृतयुगे वा तत्र महाभारतकथायाः पूर्वम् इतोपि धर्मपरिपालनं धर्माचरणं सम्यक् एव आसीत्। तत्र सः यदा प्रविशति सन्धिविभागं करोति चेत् वरं महोदय। प्रविशन्तं मां च तत्र न कश्चित् नरः दृष्टवान् ऋतेतां पार्थिवसुतां भवताम् एव तेजसा सख्यः च अस्याः मया दृष्टाः ताभिश्च अपि अहम् उपलक्षितः इति वदति विस्मिताः च अभवन् भवन् सर्वाः दृष्ट्वा मां विबुधेश्वराः वर्ण्यमानेषु च मया भवत्सु रुचिरानन सतिसप्तमी अस्ति भवत्सु वर्ण्यमानेषु मया वर्ण्यमानेषु सा रुचिरानन मामेव गतसङ्कल्पा वृणीते सा सुरोत्तमाः मामेव यदा तत्र सुरोत्तमाः इति सम्बोधनं भवति। तत्र सकारान्त अस्ति वा सुरोत्तमाः इति सुरोत्तमाः चत्वारः सन्ति खलु, ओ एवम् अस्तु हे सुरोत्तमाः वृणीते सा विभुति सुरोत्तमाः अस्तु अब्रवीत् च एव मां विभुदेश्वराः इत्यत्र तत्रापि तथा एव विभुदेश्वराः विशेष ते सर्वे विभुदेश्वराः सुरे बुधाः देवताः देवाः देवताः सत्यम् विभुदेश्वराः। अब्रवीत् च एवम् एव मां बाला आयान्तु सहिताः सुराः सुराः आगच्छन्तु त्वया सह नरव्याघ्र मम यत्र स्वयंवरः सो अहं तु अत्र भवान् तत्रापि तथा एव अन्वयः एवं भवति, हे नरव्याघ्र यत्र मम स्वयंवरः भवति तत्र स्वयं तु त्वया सह सुराः त्वया सह सुराः अपि त्वया आगच्छन्तु। सह मम स्वयंवरः खलु त्वया सह मम स्वयंवरः यत्र भवति तत्र देवाः आयान्तु इति तेषाम् अहं सन्निधौ त्वां वरयिष्यामि नैषध एवं तव महाबाहो दोषो न भवेत् इति भविता इति भविते भविता इति तत्र भविता इति भविष्यत्कालः खलु भविष्यति अन्यत् रूपम्। एतदेव विभुद अग्रे अग्रिमस्य अन्तिम पठनं पङ्क्तिः इति चिन्तयामि तावदेव वा अध्यायस्य तावदेव अन्तिमश्लोकः अस्ति अन्तिमश्लोकः श्लोकमपि पठतु भवान् एतावदेव विभुद यथावत् तम् उपाहृतम् एतावृत्तम् यथावृत्तं यथावृत्तम् एतावदेव उपाहृतं सत्यं मया शेषे मया अशेषे प्रमाणं तु भवन्तः भवन्तः त्रिदशेश्वर त्रिदशेश्वराः भवन्तः त्रिदशेश्वराः एतावदेव अत्रापि तथा विबुधाः त्रिदशेश्वराः इति सा वदति वा तदेव खलु मां दमयन्ती यद् उक्तवती तदेव एतावदेव यथावृत्तम् उपाहृतं मया अशेषे प्रमाणं तु भवन्तः त्रिदशेश्वराः इति दमयन्ती उक्तवती इति चिन्तयामि अहं तस्य दमयन्ती सन्देशः उक्तवती इति इति। सः वदति खलु नलः वदति अस्तु इतोपि सुधा भगिनी आगतवती वा, कस्यापि पर्यायः न कृतः किम्? इदानीं किं कुर्मः, केवलं पञ्चनिमेषाः सन्ति, प्रारम्भः भवतु वा अथवा विरमामः वा? विरन्तुं शक्नुमः प्रायेण, अन्यपि वदन्तु, यतः पुनः आरम्भं कुर्मश्चेत् इतोपि 10 निमेषाः गच्छेयुः। विरमतु अस्तु, विरामस्तु. विरमामः. आम् महोदय. ॐ सर्वे भवन्तु भवन्तु सुखिनः, सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. शुभरात्रिः. शुभरात्रिः सर्वेषां. धन्यवादः.